सर्वेभ्यः नमस्कारः, श्रूयते खलु? आं भगिनि. अत्र किञ्चित् मम अस्वस्थ अस्ति रात्रौ, चिन्ता मास्तु. इदानीमत्र धातुपाठः पुन किम् अस्ति अत्र बलाबलचिन्तनमेव खलु? आं महोदय, स्क्रीन् न दृश्यते. अहम् अत्र प्रयत्नं करोमि. अष्टाध्यायं सूत्राणां बलाबलम् अस्ति महोदय, स्क्रीन् न दृश्यते. हा, इदानीम् एकनिमिषम् अहं प्रयत्नं करोमि. हा हा, अन्शेर् once you do unshare and then share again, possibly it may work. आरम्भं श्लोकं वदतु अनिल् महोदय. अस्तु महोदय. ॐ न श्रूयते. न श्रूयते मा. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. धन्यवादः महोदय. श्रूयते वा? आम् श्रूयते महोदय. इदानीं श्रूयते. अत्र बलाबलचिन्तनम् अत्र नित्य अन्तरङ्गम् अपवादानाम् इति कार्यम् अभवत्. अनन्तरम् अत्र चोः सूडनासिके च अनन्तरम् अत्र तिस्रु चतस्रु श्रूयते खलु? श्रूयते खलु? अत्र किञ्चित् अधिकं वृष्टिः अभवत्. यः यस्तन अनन्तरम् अत्र किञ्चित् क्लेशः अस्ति एव नेट्वर्क् मध्ये. अतः तत्र श्रूयते वा इति मया अत्र पृष्टम्. इदानीम् अत्र अपरनिमित्तिकम् अन्तरङ्गम् आदेशे उपदेशे अशिति इति पठितवन्तः. स्क्रीन् गच्छति आगच्छति, अत्र क्लेशः अस्ति. अस्तु, इदानीं पूर्वपदात् परपदं बलवत् भवति, परात् परपदात् नित्यं बलवत्, नित्यात् अन्तरङ्गम्, अन्तरङ्गात् अन्तरङ्गात् अपवादम् इति इतोपि चिन्तनम् अत्र अभवत्. अनन्तरं पूर्वत्रासिद्धम् इत्यस्य शास्त्र असिद्धम्, अनन्तरं कार्य असिद्धं किं भवति इति पठितवन्तः. अत्र इदानीमत्र शास्त्रासिद्धम् अत्र अनिल्महोदय, अनिल्महोदय अस्ति वा? अत्र पूर्वत्र सिद्धं पठतु. पूर्वत्र सिद्धम् ओ न स्क्रीन् आगच्छति वा? महोदय, मनुस्वर फ्रम् मनुस्वर विशुड् सी इट् रैट्? अग्रे वा? मनुस्वर टिल् बिफोर् दट् लास्ट् क्लास् वि डिड्. अग्रे गच्छ. शास्त्रसिद्धं सी A, B, C. अहं पठामि महोदय. पठतु, द्रष्टुं शक्यते वा? न महोदय, अहमपि इदानीं दृश्यते. पठतु मनुस्वारः. मनुस्वारः अष्टमध्याये तृतीयपादे त्रिविंशतिः श्लोकः समः सुटि. अष्टमध्याये तृतीयपादे पञ्चम श्लोकः क्रियोगतिन् कृति संयोगकृति संपर्युपेभ्यां करोतौ भूषणे इत्यनेन सुट आगमः. संयोगसुट योगकृति अनुबन्धलोपे सं योग स स्क्रीन् न दृश्यते. संयोग सकारयोगकृति उपदेशे अचजुन् अनुनासिक इत्यनेन उकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन लोप च सर् स्कृति अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अ आदेशः, विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वार स्वरागमः, सर इत्स्कृति सरस्कृति खर्वसानयोः विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः, सः स्कृतिः संस्कृतिः विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः, संस्कृतिः संस्कृति संस्कृति. अत्र वृष्टिः अभवत्, अत्र किञ्चित् सर्वेषां कृते अत्र करपत्रम् अस्ति खलु? मम समीपे तु अस्ति महोदय. वृष्टिः अभवत्, किञ्चित् सङ्गणके अपि क्लेशः अभवत् इदानीं. अस्तु गच्छति आगच्छति गच्छति आगच्छति तादृशं भवति श्रूयते खलु श्रूयते खलु अस्तु अत्र मोनुस्वारः इति सूत्रं पश्यामः चेत् मोनुस्वारः 8323 अनन्तरम् अत्र समसुटि 835 एतत् समसुटि इति करपत्रम् अत्र पश्यतु इदानीम् अत्र मम कृते अत्र किञ्चित् सङ्गणके क्लेशः अस्ति सर्वेषां कृते करपत्रम् अस्ति वा आं भगिनि धन्यवादः अस्तु महोदय इफ् यु केन् मेक् मी को होस्ट् मे बि ऐ केन् शेर् द करपत्रम् ओके त्रिदास् सर्वे च मोर् अनन्तरं सिस्टर् फोन् टेलिफोन् मीटिङ्ग् सेटिङ्ग्स् शाल् ऐ गो टु मीटिङ्ग् सेटिङ्ग्स् मे बि यु केन् गो टु द अटेण्डीस् अण्ड् अटेण्डीस् ओके and my name and then attendees and Anil Mahodeya more send a private message Anil look lock view is the SP no then co-host is sahayeva karaneyam kalu aham kartum sakyate va aam aam you have to go attendees. to अटेण्डीस् अनन्तरम् अत्र व्यू शेर् अनिल् अस्ति यु हव् टु गो फ्रोम् द डिवैस् वेर् यु आर् होस्ट् या देन् वाट् शल् यु डु इन् दट् डु यु फैण्ड् सम् आप्शन् अनिल् महोदय नेम् अत्र आगच्छति अनिल् महोदयस्य इन्वैट् पार्टिसिपेण्ट् न न अनिल् अनिल् इन् दट् द त्री डाट्स् आर् देर् मोर् to find co-host request hold remove move to main room add a new room the three dots near my name more under my name Anil three dots are there but it's not showing okay So you are trying from the device where you are host, right? Yeah, I'm trying. Atra karapatram asti kalu etat patam service kurvanto idanim aham ekanimisham aham phone karomi Arvinda Mahodi अस्तु अत्र मोनुस्वारः समसुटि इति अस्ति एतत्तु परसूत्रमस्ति किं मोनुस्वारः इति परसूत्रमस्ति अनन्तरं समसुटि इति महोदय किञ्चित् अनिल् महोदय को होस्ट् कर्तुं शक्यते वा स्क्रीन् अत्र द्रष्टुं न शक्यते किमर्थं चेत् अत्र बहु वृष्टिः अभवत् ह्यस्तन रात्रौ अस्तु धन्यवादः श्रूयते खलु? आं भगिनि, एतत् वदतु झटिति. अनन्तरमत्र मोदु मोनु स्वरः इत्युक्ते अत्र भवानेव पठन्तु. ओ, न द्रष्टुं शक्यते. ओ, को-होस्ट् सः एव अत्र कृतवन्तः इति मन्ये. को-होस्ट् अभवत् वा अनिल् महोदय? आं महोदय. अत्र द्रष्टुं शक्यते खलु? आमाम्. कोऽपि पठतु पदान्त. भवान् करोति वा अत्र? आं महोदय. अस्तु, इदानीमत्र यु आन्सर् योर् स्क्रीन् डन् रैट्? न, इदानीमत्र आम् आम् आम् इदानीमत्र ए 323 गच्छतु, अष्टाध्यायी मध्ये. अनिल् महोदय. आम्, मोनुस्वरः मोनुस्वरः संसूटिः संसूटिः. जस्ट् स्क्रीन् दृश्यते वा? लेट् मी शेर् द स्क्रीन् जस्ट् ए मिनिट्. नो नौ स्क्रीन् इस् डिस्प्लेयिङ्ग् महोदय. Yeah, yeah, but I have to share all, right? Because Ashtadhyay and other C screens I need to go. I'll reshare, just a minute. Are you able to see Ashtadhyayi? Yes, sir. Yes, sir. Okay. Atre patatu padantasya padantamakarasya. Padantamakarasya sahitayam vyanjane pare anusaradeshah bhavati. Atre padantamakarasya eva. नच पदान्तजलि इति नच पदान्तस्य जलि इति सूत्रमस्ति खलु. अत्र अपदान्तविषये एव भविष्यति. इदानीं मूनुस्वारः इत्युक्ते पदान्तमकारस्य संहितायां व्यञ्जने परे अनुस्वारः आदेशः खलु. एतत् वयं सर्वं जानीमः एव. मकारान्त यत्र भवति अनन्तरं गच्छतु. समीचीनम्. इदानीम् इदानीम् अत्र समस्तुति अपि गच्छतु. सम् उपसर्गस्य मकारस्य सुट् आगमे परे रु आदेशः भवति. अत्र सम् इति उपसर्गमस्ति खलु, सम् इति उपसर्गम्. अनन्तरम् अत्र मकारः अस्ति चेत् मकारस्य सुट् आगमः. सुट् इत्युक्ते किम्? कोऽपि वक्तुं शक्यते वा? सर्वे जानन्ति एव. अन्तरक्ष्मी अस्ति वा? नास्ति वा? अञ्जना, महालक्ष्मी, गायत्री नास्ति वा अत्र? गायत्री नास्ति वा? अधिकारपीठिते सूत्रे विहित सूट् इति आगमः तम् उपसर्गात्. न न, सुट् इत्युक्ते किं? कोऽपि वक्तुं शक्यते वा? बहुवारं मया उक्तमेव. अनुसूया न जानाति? गीता, अञ्जना, सुट् इत्युक्ते किम्? अञ्जना अस्ति वा? शान्त जानाति वा बहुवारं मया उक्तमेव जस्ट् आम् औट् एव सुप्त आम् आम् इदानीं स्मरामि भगिनि क्षम्यताम् एतदेव सुप्त खलु ओहो अत्र सु औ जस्ट् आम् औट् एतत् सर्वनामस्थानं अनन्तरं सु औ जस् आम् औट् शस् इति यत्र अस्ति आरभ्य असवर्ण असवर्णस्थानानि अत्र इदानीम् अत्र समसुटि सुट् इति आगमे परे रु आदेशः भवति अत्र सुट् स्थाने रु आगमः भवति अत्र इदानीं करपत्रं पृच्छतु महोदय इति सूत्रेण खलु उत्तमं क्रुयोगः तिन् अस्ति करपत्रं गच्छतु महोदय अत्र भवान् एव पठतु क्रियोग तिन् कृति संयोगकृति सम्पर्युप्यभ्यां करोतौ भूषणे इत्यनेन सुट् आगमः संयोग सुट् योगकृति इदानीम् अत्र योगः अत्र पठतु किञ्चित् यत्र विराम अवस्थानं पर्यन्तं पठतु अस्तु अनुबन्धलोपे संयोग सकारयोगकृति मनुस्वारः इत्यनेन मस्थाने अनुस्वारादेशः परन्तु मनुस्वारः समसुटि च त्रिपादीसूत्रे स्तः अतः पूर्वत्र सिद्धिम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति परसूत्रम् असिद्धं समः सुटि इत्यनेन मकारस्य रुत्वं सरु सकारयोगकृति उपदेशे अचनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा तस्य लोप इत्यनेन लोप च सर् स्कृति अत्र अनुनासिक पूर्वस्य तु वा इत्यनेन विकल्पेन आदेशः विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारागमः सर्स्कृति खर्वसानयोः विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः सः स्कृतिः विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः संस्कृति इदानीमत्र कृयोगः तिन् मध्ये तिन् मध्ये नकारः इति भवति हि एव तिष्ठति अत्र इक् अपि लशपतति इत्यनेन इति भवति अनन्तरं कृयोगः ति एव तिष्ठति इदानीं संयोगः कृति भवति अत्र एकः वार्तिकम् अत्र सम्पर्युपेभ्यां सम् अनन्तरम् उपरि करोतौ भूषणे इत्यनेन सुट् आगमः एतत् वार्तिकम् इति अस्ति अत्र इदानीं परिभाषासूत्रम् इत्युक्ते परिभाषासूत्रम् अत्र दत्तं सुट् आगमः एतत् विषये वार्तिकेन अत्र सुट् आगमः भवति अतः तत्र संयोगः सुट् आगमः मध्ये तिष्ठति एव संयोगः सुट् योगः कृति भवति अनन्तरं सर्वत्र अनुबन्धलोपानन्तरं संयोगः सुट् मध्ये इस् भवति अनन्तरं कृति इदानीं मोनुस्वारः कार्यं करोति मोनुस्वारः तु 8323 मध्ये अस्ति अनन्तरम् एतत् परसूत्रमस्ति 23 समसुटि तु पूर्वसूत्रमस्ति मोनुस्वारः इत्यनेन मकारस्य स्थाने अनुस्वारः आदेशः परन्तु मोनुस्वारः 23 मध्ये अस्ति समसुटि पूर्वसूत्रमस्ति पूर्वसूत्रम् एतदपि त्रिपाद्यमपि अस्ति 8383 त्रिपाद्यमपि अस्ति इदानीं वयं दृष्टवन्तः यत्र सपादीसूत्रमस्ति तत् दृष्ट्या त्रिपादीसूत्रम् असिद्धं भवति इति दृष्टवन्तः. इदानीम् अत्र त्रिपाद्यामपि पूर्वसूत्रमेव बलवत् भवति, परसूत्रं न कार्यं करोति इति दृष्टवन्तः. इदानीम् अत्र पश्येम समसुटि इति द्वयोः मध्ये किं भवति चेत् त्रिपादी एव भवति. अतः पूर्वतः सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यम्. इदानीं पूर्वसूत्रं पूर्वसूत्रं कार्यं करोति, परसूत्रम् असिद्धं भवति. इदानीं परसूत्रं 23 भवति, पूर्वसूत्रं समसुटि भवति. समसुटि इत्यनेन मकारस्य रुत्वं भवति. एतत् पूर्वसूत्रम्. अतः समसुटि इत्यनेन सर् योगः इस् योगः कृति भवति. उपदेश अज अनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा भवति, तस्य लोपः इत्यनेन लोपः अपि भवति. अत्र पूर्वं सरू इति अस्ति, उत्वम् अनन्तरम् अनुदेश अनुनासिकवर्णः इत् भवति, अतः सर् एव तिष्ठति. इदानीं कृति इति मेलनेन अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन आदेशः भवति. अनुनासिकः पूर्वस्य तु वा इत्यनेन, अतः तत्र विकल्पेन किं भवति, अनुनासिकवर्णः. इदानीम् अत्र पूर्वमेव दृष्टवन्तः, अत्र उकारस्य अनुनासिकवर्णः इत् भवति इति. इदानीम् अत्र विपक्षे विपरीतरीत्या अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारः आगमः भवति. अतः तत्र स इति भवति, स इर् सर् कृति इति भवति. अन्यस्मिन् पक्षे मोनुस्वारः इत्यनेन मकारस्य स्थाने अनुस्वारः श्रूयते, अतः संस्कृति. एतत् पठनविषये किञ्चित् क्लेशः एव भवति. अनन्तरं करावसानयोर्विसर्जनीयः, वयं जानीमः पदान्तस्य रेपस्य स्थाने विसर्गः आदेशः भवति. पदान्तस्य रेपस्य स्थाने रेपः यत्र आगच्छति तत् स्थाने. इदानीम् अत्र श्रूयते एव संसः इति भवति. अनन्तरम् अत्र संसः एकस्मिन् पक्षे अनुस्वारः श्रूयते, केन इत्युक्ते के चेत् अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन वार्तिकेन अत्र श्रूयते. अनुनासिकवर्णः अत्र द्रष्टुं शक्यते एव. इदानीम् अत्र विसर्जनीयस्य सह सर्वे वयं जानीमः विसर्गः यत्र भवति तत्र सकारः आयाति इति. अथवा तत्र संस्कृति अत्र अनुनासिकपूर्वस्य तु वा इति अनुनासिकवर्णः अत्र द्रष्टुं शक्यते एव. अतः एकस्मिन् पक्षे संस्कृति भवति, अन्यस्मिन् पक्षे संस्कृति इति भवति. क्लेशः अस्ति वा अत्र? न महोदय. क्लेशः अस्ति वा? नास्ति महोदय. नास्ति चेत् अत्र अग्रे गच्छेम. अत्र रूपं द्वयं भवति तावदेव. अनन्तरम् अत्र अन्य कोऽपि पठतु, कार्य असिद्धमिति कार्यस्य विषये अनुसीय पठतु. कार्यासिद्धं पूर्वमेव त्रिपादीसूत्रस्य कार्यं करोति चेत् तर्हि तत्पश्चात् त्रिपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एव. यतः तेन यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्. इदं कार्यसिद्धं कार्यासिद्धम् इत्युच्यते. उभौ अपि अत्र एतत् परिषदः सम्यक् जानाति खलु. त्रिपादीसूत्रमपि अस्ति, त्रिपाद्यामपि पूर्वसूत्रं परसूत्रमस्ति, परसूत्रं परसूत्रात् पूर्वसूत्रमेव बलवत् भवति पूर्वपर इति अन्तरङ्ग पूर्वत्र सिद्धम् अग्रे पठतु उभौ अपि एचो यावायवः एचो यवायावः इति इत्यनेन यान्तावान्तादेशसन्धिः उभाव् अपि इति भवति लोपः चाकल्यस्य इत्यनेन विकल्पेन वकारलोपः भवति उभा अपि इति एव अस्ति सवर्णदीर्घसन्धि असवर्णदीर्घे इत्यस्य मनसि लोपः शकालस्य चाकलस्य इत्यस्य कार्यं नैव जातम् अतः अत्र सवर्णदीर्घसन्धि न प्रवर्तते कार्या सिद्धत्वात् उभा अपि एव अवशिष्यते अत्र पश्यतु एतत् उदाहरणम् अत्र दत्तम् उभौ इति अस्ति औकारः अत्र औकारः अस्ति चेत् अत्र किं एचो एव यावः इत्यनेन किं भवति औकारस्य आव् आयाति उत्तमम् आव् इति आयात् अतः तत्र इत्यनेन यान्तवान्तदेशसन्धिः भूत्वा उभाव् अपि इति भवति औ आव् आदेशः भवति उभाव् अपि इति भवति इदानीमत्र लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः लोपः शाकल्यस्य सूत्रं किं वदति लोपः शाकल्यस्य वकार यकार लोपः भवति इति अत्र विकल्पेन अत्र वकारः लोपः भवति अतः तत्र उभा एव तिष्ठति आव् इत्यस्य वकारः लोपः भवति उभा अपि सवर्णदीर्घसन्धिः इदानीं भवति उभा इति दीर्घ आकारः अपि अपि अकारः अतः अत्र सवर्णदीर्घः सन्धि भूत्वा इदानीं सवर्णदीर्घः सन्धि 6101 भवति लोपः शाकल्यस्य तु 8319 मध्ये अस्ति इदानीं द्रष्टुं शक्यते अकः सवर्णदीर्घः इत्यस्य कार्यम् अत्र लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातं किमर्थं चेत् एतत्तु परसूत्रमस्ति अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्य असिद्धत्वात् उभा अपि इति अत्र भवति अत्र किं भवति चेत् लोपः शाकल्यस्य इति कार्यम् असिद्धं भवति अतः तत्र उभा अपि इति तिष्ठति कार्य असिद्धम् अत्र भवति इतोपि अत्र एतत् विषये किञ्चित् दत्तम् अत्र गीता श्रीतर् पठतु बालः इह विसर्गसन्धिः अत्रापि तथा बालयोजनं सुयोजनम् इह अनुबन्धलोपे बाल योगः इह सफजुषोरुः बाल योजनं रु योजनम् इह अनुबन्धलोपे बालर् योजनम् इह भो भगो अघो पूर्वस्य योषि बालै योजनम् इह लोपः शाकल्यस्य इत्यनेन विकल्पेन यकारः यकारलोपः बाल इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धिः न प्रवर्तते कार्यासिद्धत्वात् बाल इह तदपि पठामि वा भगिनि अयो इदानीं मया वदन्ती अस्मि अत्र बाल इह बालसिह इति भवति अत्र अपि बालयोगः विसर्गस्य स्थाने सु आगत्य कार्यं करोति बालयोगः सुयोगः इह भवति अनुबन्धलोपे अनन्तरं बालस्योगः इह इति भवति तत्र सकारस्य स्थाने वयं जानीमः ऋतु आदेशः भवति अतः बालयोगः रुयोगः इह भवति अनुबन्धलोपे बालर् इति भवति रेपस्य स्थाने ऋत्वस्य स्थाने रेपः भवति इदानीं वालर्योः इह भवति. पूर्वं वयम् अग्रिम गतसप्ताहे वयं दृष्टवन्तः भो भव अभो अपूर्वस्य योषि इत्यनेन यः भवति अशि प्रत्यये परे अस्ति चेत्. इदानीमत्र अश्वर्णः अत्र ईकारः श्रूयते. इदानीमत्र रेपस्य स्थाने भो भव अभो अपूर्वस्य इत्यनेन यकारः श्रूयते. एतत् सूत्रेण एव अत्र रेपस्य स्थाने यकारः श्रूयते. इदानीं बालयोगः इह भवति. इदानीमत्र पश्यतु लोपः शाकल्यस्य तु सूत्रम् A319 अस्ति. अनन्तरं भो भव अपूर्वस्य इति सूत्रं तु अत्र सूत्रसङ्ख्या गच्छतु महोदय अष्टाध्यायी मध्ये. अस्तु महोदय. भो इति स्थापयतु. A319 अस्ति खलु. A317 अतः पूर्वसूत्रं भवति. पूर्वसूत्रं भवति लोपः शाकल्यस्य तु अत्र A319 अस्ति. सो 19 अत्र लोपशाकल्यस्य इति परसूत्रमस्ति. अत्र लोप इत्यनेन विकल्पेन यकारः लोपः भवति. लोपः शाकल्यस्य इत्यनेन सूत्रम् आगत्य अत्र यकारः किं तिष्ठति गच्छतु इति अत्र झटिति अत्र गच्छति एव. अतः यकारस्य लोपः भवति. अतः तत्र बालयोगः इह एव तिष्ठति. प्रथमम् अत्र विसर्गसन्धि भवति, अनन्तरम् अत्र ससजुषुरुः भवति, अतः बालरीति भवति. भोगोः अपूर्वस्य इत्यनेन अत्र यकारः श्रूयते. इदानीं बालैः भवति, अनन्तरं लोपः शाकल्यस्य कार्यं कृत्वा यकारस्य लोपः भवति. इदानीमत्र बालयोगः इह भवति. अत्र बाल लकार उत्तरवर्ति, अत्र अकारः श्रूयते. अकार अनन्तरम् ईह अस्ति. अकार ईकार मेलनेन आदुगुणः इत्यनेन कार्यं कर्तुं शक्यते एव. बालैः इति भवितुम् अर्हति. परन्तु मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्. किमर्थं चेत् अत्र कार्य असितम् इति. अतः अत्र गुणसन्धिः न प्रवर्तते. अतः कार्य असिद्धत्वात् बालयोगः इह एव तिष्ठति अत्र. अत्र पूर्वम् एतत् दृष्टवन्तः. एतदेव दिश किमपि अत्र कार्यं न अभवत्. यकारः अपि न अभवत्, किमपि न अभवत्. बालयोगः इह इति एव श्रूयते. परन्तु अत्र पूर्वं बालः इति अस्ति, विसर्गस्य लोपः भवति, अनन्तरम् अत्र ससजुषुरुः भवति, भो भव अपूर्वस्य भवति. एतत् झटिति अत्र गच्छति. किमर्थं चेत् अत्र लोपशाकल्यस्य इत्यनेन अत्र यकारः इति न श्रूयते. अनन्तरम् आदुगुणः एतत् आदुगुणः इत्यनेन अत्र कार्यमपि असिद्धं भवति. अतः बालयोगः इह एव तिष्ठति. अत्र किमपि कार्यं न प्रवर्तते. किमर्थं चेत् अत्र असिद्धं भवति. भगिनी एकः संशयमस्ति. वयं कुतः जानीमः गुणसन्धि नास्ति इति? बालैः बालैः इति अस्ति कदा? अत्र कार्य असिद्धं भवति. एतत् गुणसन्धिः कार्य असिद्धं भवति. किमर्थं चेत् अत्र एतत्तु पूर्वसूत्रमस्ति. अत्र कार्य असिद्धम् इत्यनेन अत्र कार्यं न भवति. एतदेव अत्र ज्ञातुं शक्नुमः. समीचीनम्. एतत् पश्यतु, कार्य असिद्धं कार्यं भवति, परन्तु अत्र कार्य असिद्धं भवति. द्रष्टुं शक्यते वा कार्य असिद्धम्? भवितुम् अर्हति एव. पूर्वम् अत्र मोनुस्वारविषये एव तादृशं भवति. अत्र किम् अस्ति चेत् अत्र अनुनासिकपूर्वस्य तु वा इत्यनेन अत्र अनुनासिक श्रूयते एव. उपदेश आज अनुनासिक इत्यनेन एतत् गच्छति. परन्तु अत्र अनुनासिकपूर्वस्य तु वा इति वार्तिकेन अत्र श्रूयते एव. अत्र अपि अत्र किमस्ति आदुगुणः इत्यस्य कार्यं न भवति किमर्थं चेत् तत्र कार्य असिद्धं भवति इत्यनेन आदुगुणः तु 6187 पूर्वसूत्रमस्ति पूर्वसूत्रात् परसूत्रम् असिद्धं भवति सपादिसूत्रं दृष्ट्वा त्रिपादि कार्यं करोति परन्तु अत्र कार्य असिद्धं भवति एतत् पाणिनिना कृतम् अत्र असिद्धं भवति एव खलु अत्र भट्टोजी दीक्षितमहो महाभागेन सिद्धान्तकौमुद्याः लेखनेन इदं सिद्धान्तद्वयं प्रणीतं सर्वे न मन्यन्ते तेषु माता अन्यतमा तत्रापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति सा अपि अत्र किञ्चित् क्लेशः अस्ति इति पुष्पादीक्षितमहोदयस्य चिन्ता अस्ति एव सा तु जीवनम् अस्ति अत्र उत्तराखण्ड मध्ये उत्तराखण्ड नास्ति अत्र किञ्चित् महाराष्ट्र इतोपि सा तु उक्तवती मया अत्र आगच्छतु इति पाठशालाम् अस्ति सा इदानीमपि जीवनं करोति एव अत्र पठतु शान्ता भगिनी एव पठतु देयं यत् ध्येयं यत् पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादे अपवादो नास्ति विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् सुतरां विरुद्धम् अत्र सामान्यविशेषयोर् उदाहरणं न अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशेन किं कृतम् विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्याय्याम् एव प्रवर्तते त्रिपाद्यां विप्रतिषेधे विचारः नास्ति यतोहि तत्र परशास्त्रेण नास्ति उत्तरस्य अभावात् परशास्त्राणाम् अभावत् अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम् अत्र सापि आगत्य किञ्चित् इतोपि दृढीकरणार्थं वदति पूर्वत्रासिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः नास्ति पूर्वत्रासिद्धम् इति पूर्वसूत्रमस्ति परसूत्रमस्ति पूर्वसूत्रमेव बलवत् भवति परसूत्रम् असिद्धं भवति इति पूर्वत्रासिद्धं भवति वयं जानीमः इदानीं विप्रतिषेधे परं कार्यम् इत्युक्ते तुल्यबलविरोधः अत्र आगच्छति किं सूत्रं परं किं सूत्रं पूर्वम् इति विप्रतिषेधे परं कार्यम् अत्र सूचयति विप्रतिषेधे परं कार्यम् इत्यनेन परशास्त्रात् कार्यं भवति परसूत्रमेव कार्यं भवति इति वयं जानीमः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रमेव कार्यं भवति इदानीं पूर्वत्रासिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् पूर्वसूत्रात् वयं जानीमः पूर्वसूत्रमेव बलवत् भवति परशास्त्रम् असिद्धं भवति इति वयं जानीमः सूत्रां विरुद्धम् इदानीम् अत्र सामान्यविशेषयोः उदाहरणं न सामान्यम् इति इत्युक्ते अत्र सामान्यसूत्रं विशेषसूत्रम् इति वयं जानीमः सामान्यसूत्रम् इत्युक्ते अत्र एतत् सूत्रं बलवत् नास्ति विशेषसूत्रमेव बलवत् भवति इति वयं दृष्टवन्तः गतवर्गे अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः मार्गः तु समीचीनमस्ति परन्तु पृथक्तया कर्तव्यमेव इत्याशयने किं कृतं विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपादशब्दायाम् अस्ति पूर्वत्रास्य विप्रतिषेधे परं कार्यम् अत्र केवलं सपादशब्दायाम् अस्ति अत्र त्रिपाद्यां विप्रतिषेधे विचारः नास्ति एव सा तु इदानीम् उक्तवती यतोहि यत्र परशास्त्रमेव नास्ति यत्र परशास्त्रं नास्ति एव उत्तरस्य अभावात् परसूत्रं नास्ति चेत् उत्तरसूत्रं कथं भवति? अत्र अभावः एव, परशास्त्राणाम् अभावात् परशास्त्रम् अत्र न अस्ति. अपि च पूर्वत्र सिद्धम् इति अस्य असिद्धत्वं केवलं त्रिपाद्यां वयं जानीमः. पूर्वत्र सिद्धं पूर्वत्र असिद्धम् इति सूत्रं यत्र आगत्य कार्यं करोति अत्र पूर्वसूत्रमेव बलवत् भवति, परसूत्रं बलवत् नास्ति. अत्र एतदेव मनसि स्थापयतु. अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यामेव भवति, वयं जानीमः एव. इदानीम् अत्र इतोपि दृढीकरणार्थम् अत्र गीता अस्ति, अञ्जना पठितुं शक्यते वा? अस्तु, अनिल् महोदय पठतु. वर्णादाङ्गं बलियः परिभाषा पञ्चपञ्चाशत् वर्णस्य इदं वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बद्धं वर्णम् अङ्गस्य इदम् अङ्गम् अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् अङ्गम् अङ्गसम्बन्धम् अङ्गं वर्णनिमित्तिककार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. अस्तु, अत्र पश्यतु, वर्णात् अङ्गं बलीयः. वर्णम् इति जानीमः खलु, स्वरः अस्ति, व्यञ्जनम् अस्ति. एतत् स्वरः अस्ति, व्यञ्जनम् अस्ति. एतत् इतोपि बलवत् कुत्र भवति चेत् अङ्गमेव बलीयः, अङ्गकार्यम्. अत्र भव इति अस्ति, भू इति अस्ति, अत्र अङ्गकार्यं कृत्वा एव भव इति आगच्छति. अत्र इतोपि एतत् विषये अत्र दत्तमेव. अत्र पठतु महोदय, प्रत्यय प्रतियोग ईयोग अच् एरच् प्रतियोग ईयोग एरच् इति सूत्रम् आगत्य अत्र कार्यं करोति. प्रत्ययः इति वयं जानीमः, प्रत्ययः परस्य एतत् अधिकारम् अस्ति. अत्र पूर्वम् अत्र अधिकारः आगच्छति चेत् अत्र प्रत्ययः इति कार्यं करोति एव. अत्र प्रत्यये वयं जानीमः किं किं प्रत्ययः अस्ति, कोऽपि वक्तुं शक्यते वा? उत्तमं, गच्छतु गच्छतु. सुप् प्रत्ययम् तिङ् प्रत्ययमस्ति, सन्नन्तप्रत्ययमस्ति, कृदन्तपदमस्ति खलु, एतत् सर्वाणि अस्ति. अत्र प्रत्ययः अत्र प्रति इति भवति प्रथमम्. अत्र विग्रहं कर्तुं शक्यते एव. प्रत्ययः कथम् आगच्छति इत्युक्ते प्रतियोगः ई योगः अनन्तरं प्रत्यय अच् अच् मध्ये चकारः इति भवति. अतः प्रतियोगः ई योगः आ. पठतु महोदय. अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति प्रतियोग एयोग अचो वयः इत्यनेन यान्तावान्तदेशसन्धिः प्रतियोग अययोग अ इको यणचि इत्यनेन यणादेशः प्रत्ययोग अययोग अ वर्णमेलनेन प्रत्ययः. अत्र पश्यतु, प्रतियोगः ई योगः, इकारः इकारः, अनन्तरम् अकारः अस्ति. इदानीम् अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति प्रतियोगः, अनन्तरम् अत्र गुणः प्राप्नोति चेत् अकार किमर्थम्? अकार अत्र इकार इकार एव. इदानीम् अत्र पश्यतु, प्रतियोगः ये इति भवति, येषु यव यवः इत्यनेन यान्तवन्तदेशे सन्ति इत्यनेन अत्र प्रथमम् अङ्गकार्यम् अत्र ई इकारः इति अत्र प्रति इति उपसर्गपूर्वात् अत्र इकारस्य स्थाने ए आदेशः भवति, वयं जानीमः एव गुणः भूत्वा एचो यव यावः इत्यनेन अत्र एकारस्य स्थाने अयादेशः भवति। गुणकार अनन्तरम् इकार चेत् गुण अस्ति। अत्र इदानीम् अङ्गकार्यं स्वीकुर्मः चेत् हि एव अत्र अङ्गकार्यम्, ई इति स्थाने एव गुणः भवति, अतः ई इत्यनेन एकारः भवति, अतः एव इङ्गतो धातोः एति एति इतः यन्ति इति भवति। एति गच्छति एव अर्थे आगच्छति खलु, इङ्गतो धातोः अत्र धातुपाठे गच्छतु, एति एव भवति, इन् एव अत्र तिष्ठति, इकारः एव तिष्ठति। इदानीम् अत्र एकनिमिषम् इति अस्ति खलु, अत्र अत्र अष्टाध्यायी धात्वा मध्ये गच्छतु, इङ्गतो अद तत्र एव इङ्गतो गच्छतु, अत्र एति टच् करोतु, गच्छतु एति एकवारं गच्छतु, एति अस्ति महोदय, टच् करोतु एति मध्ये, एति उपरि टच् करोतु महोदय, टच् करोतु तत्र एव कृतं, तत्रैव तिष्ठतु, अत्र किमपि कार्यं वा? यु आर् नाट् एबल् टु सी दिस् स्क्रीन्? स्क्रीन् अहं पश्यामि, परन्तु अत्र एति उपरि स्थापयतु, अत्र कार्यम् आगच्छति खलु, किं किं कार्यम् अभवत् इति। ऐ एम् एबल् टु सी दट् महोदय, you are not able to see? Yeah, okay, okay. Okay, atra patatu. Ma, aham na etat drashtam shakyati. Yes, yes, yes. Astu. In asti kalu, in bhavade dhatvaha. Atra nakaraha lupyate, hi eva tishtati. Idani matra agriya pashyatu, atra अत्र ईकारस्य स्थाने सार्वधातुक आर्धधातुकयोः एतेन एव अत्र कार्यं करोति, अतः ईकारस्य स्थाने एकारः भवति खलु, गुणः भवति, अतः एव अत्र एकारः भवति, प्रतियोगः ए भवति, ईकारस्य स्थाने एकारः, अनन्तरम् एकारस्य स्थाने अयादेशः भवति, इदानीम् इको एनर्जि इत्यनेन एनादेशः भवति, अतः तत्र ईकारस्य स्थाने ऐकारः एकारः भवति, प्रत्ययोग ऐ योग अभवति, अतः एव प्रत्यय इति वर्णमेलनेन आगच्छति। एतत् इतः पर्यन्तं वयं जानीमः अत्र प्रत्ययः इति पदं जानीमः एव, परन्तु इदानीम् अत्र कार्यं किं किम् अभवत्, इदानीं प्रथमम् अत्र प्रतियोगः ई योगः अच् इति अत्र पृथक्तया करणीयम्, इदानीमत्र प्रति इति अत्र उपसर्गपूर्वात्, अनन्तरम् अत्र अव्ययम् अपि अस्ति, ई इत्यनेन एव अत्र कार्यं भवति, ई स्थाने गुणः भूत्वा एकारस्य स्थाने एकारः भवति, अनन्तरम् एकारस्य स्थाने एचो यव यावः इति कार्यं करोति, अवादेशः भवति, अयादेशः भवति, अनन्तरम् विपो यनति इत्यनेन अयादेशः भवति, परन्तु इदानीम् अत्र प्रत्ययोगः ऐ योगः या इत्यनेन एव प्रत्यय इति अन्तिमरूपं निष्पन्नम्, मनसि सर्वे स्थापयन्तु। अत्र प्रश्नः उदेति वा, मनसि स्थापयतु प्रत्ययः इति कथम् आगच्छति इति, शान्ता किञ्चित् क्लेशः अस्ति वा प्रत्ययः कथम् आगच्छति इति? अनुसूया, गीता, आं भगिनि, क्लेशः नास्ति खलु, अग्रे गच्छेम, अग्रे गच्छेम, इदानीम् अत्र अनसूया पठतु, प्रति अधिक इ अधिक अकारतोर्णदीर्घे एवम् एवम् एवम् अकृत्वा, अग्रे गच्छतु, एवम् अकृत्वा वर्णनिमित्तिकं निमित्तिकं कार्यं क्रियते चेत् प्रति अधिक इ अधिक अ अकः सुवर्णदीर्घे इत्यनेन सुवर्णदीर्घसन्धिः, प्रति अधिक अ अप्रत्ययं निमत्तीकृत्यं कृत्य गुणः प्राप्नोति अतः प्रते अधिक अ अधिक एचो यावायवः इत्यनेन यन्तावान्तदेशसन्धि भूत्वा प्रत्य अधिक प्रत्यय अधिक अ अधिक प्रत्ययः दोषपूर्णरूपं सिद्ध्यति. उत्तमं, दोषपूर्णरूपं सिद्धम् अत्र. इदानीम् अत्र भवान् उक्तवान् अत्र इकारः इकारः अस्ति, एतत् अत्र किं सवर् अकः सवर्णे दीर्घः इति कार्यं कर्तुं शक्यते इति अनिल् महोदयेन पृष्टं, खलु महोदय? इदानीम् अत्र एतत् प्रयोगं कुर्मः चेत् प्रतियोगः इ इति अस्ति, इदानीम् अत्र प्रती इति भवति अकः सीवर अकः सवर्णे दीर्घः इत्यनेन. इदानीं प्रतियोगः आयोगः अस्ति, इदानीमत्र इकारः अकारः मेलनने एकारः भवति गुणः, खलु? इदानीम् एकारस्य स्थाने अयादेशः भवति, प्रत्यय इति भवति. प्रत्ययोगः आयोजनेन प्रत्ययः इति भवति. एतत् समीचीनतया न श्रुतमपि, खलु? एतत् अत्र कर्णे अतीतं भवति इति कर्णः अपि उक्तवती. कर्णः अपि अत्र एतत् विषये समीचीनं नास्ति, दोषपूर्णः एव इति. अत्र प्रत्ययः इति श्रोतुं किञ्चित् अनिष्टरूपमेव, खलु अनिल् महोदय? अनिष्टरूपमेव, अतः दोषपूर्णरूपं सिद्धम्, अतः एव एतत् न अभवत् इति अत्र दत्तम्. अस्तु, अतः एव अत्र प्रत्ययः इति इति स्वीकुर्मः चेत् तत्र सार्वधातुक आर्धधातुको इत्यनेन एव अत्र गुणः भवति, अतः तत्र अनन्तरम् एचो यवायावः इत्यनेन कार्यं करोति, प्रतियोगः ऐ भवति, अनन्तरम् इको एनचि इत्यनेन इकारस्य स्थाने एकारः भूत्वा प्रत्ययः इति अन्तिमरूपं. किमपि अत्र क्लेशः नास्ति एव, एतत् समीचीनतया समयः अस्ति चेत् अत्र पुष्पदीक्षितमहोदयस्य गत्वा अत्र किञ्चित् अत्र किम् अस्ति आशीर्वादं स्वीकर्तव्यं. सा तु जिन्दा अस्ति, अनन्तरम् अत्र जीवनमपि अस्ति. पुष्पदीक्षितमहोदयस्य अत्र सः सा तु कुत्र वसति, दूरवाणीसङ्ख्यामपि मम समीपे अस्ति. अत्र गच्छतु, कार्यमस्ति चेत् अत्र बहवः क्षेत्राणि अपि सन्ति नियर् बै, बहवः क्षेत्राणि अपि अस्ति, अत्र गच्छतु. अनन्तरम् आशीर्वादमपि, मम प्रार्थना अपि एतत् एव, मम पत्युः कृते मया उक्तमेव एकवारं गन्तव्यम्, अट्लीस्ट् सा तु अत्र किं धनम् इच्छति एव गुरुकुलविषये, अतः एक लाक् रूप्या स्वीकृत्य अत्र गन्तव्यम् इति मम पत्युः कृते उक्तमेव, अतः मम प्रार्थना अपि अस्ति. सर्वे अत्र गच्छतु, प्रार्थना करोतु, अनन्तरम् आशीर्वादमपि स्वीकरोतु. लोपः शाकल्यस्य वयं न जानीमः, पाणिनी अपि वयं न जानीमः, अनन्तरं कात्यायनः वररुचि, एतदपि अन्ये पदं कात्यायनः वररुचि, समानपदमेव, समाननाम एव. अनन्तरं पतञ्जलि तु बहु पूर्वम् अत्र एतत् अभवत्, इदानीम् अत्र नागेश् भट्टः, भट्टोजि दीक्षितः, एतदपि अत्र जनार्दने हेग्डे अस्ति एव, संस्कृतभारत्यां जनार्दने हेग्डे अस्ति, परन्तु सा तु बहु प्रसिद्धा अस्ति, अतः गच्छतु, आशीर्वादं स्वीकरोतु इति मम प्रार्थना. अस्तु, इदानीम् अत्र अन्तिमश्लोकम् अत्र शान्त वदतु. ॐ सहनावतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहैः. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्, श्रीगुरुभ्यो नमः. एतत् पाठविषये किञ्चित् सन्देहः अस्ति चेत् अत्र टिप्पणीं करोतु, अनन्तरम् अग्रिमवर्गे सप्ताहे पश्येम. धन्यवादः.